नमस्कारः. अद्यतनकरपत्रमस्ति तिङ्प्रत्ययानां सिद्धिः इति. गते सप्ताहे लट्लकारस्य परस्मैपदिधातूनां लट्लकाररूपाणि अस्माभिः दृष्टानि. तर्हि किञ्चित् पुनरालोकनरूपेण किञ्चित् वदामि तस्मिन् विषये. किम् इत्युक्ते, अस्माकं मूलप्रत्ययाः सन्ति खलु, तिप्तस्जि, सिप्तस्थ, मिप्स्मस्थिति. प्रथमं तु लकारः भवति, अनन्तरं तस्य स्थाने तु तिप्तस्जि, सिप्तस्थ, मिप्स्मस्थिति परस्मैपदि नवप्रत्ययाः आयान्ति. तिप्तस्जि इत्येव सूत्रमस्ति, अनेन आदेशः भवति लकारस्य स्थाने. अनन्तरं किं, तथा एव तेनैव सूत्रेण आत्मनेपदधातूनां त आथां ज थास् आथां द्वम् इडुवहि महिम् इति सूत्र इति नवप्रत्ययः आत्मनेपदीनां कृते. तर्हि आहत्य अष्टादशप्रत्ययाः सन्ति. अधुना किं प्रवर्तमानः अस्ति इत्युक्ते, सिंहसिद् प्रत्ययः इत्युक्ते किम् इत्युक्ते, अस्माकं धातुः अस्ति लिक् इति धातुः. लिक् किन्तु रूपं, क्रियापदरूपं पश्यामः चेत् लिखति इति अस्ति. पाणिनिना यत् सूत्र प्रत्ययः अस्ति स्थित्, किन्तु लिखति इति एव अस्ति. पकारस्य का स्थितिः इति प्रश्नः आयाति. अनन्तरं बहुवचने तु जि इति अस्ति, किन्तु वयं रूपं पश्यामः चेत् लिखन्ति, पठन्ति, अन्ति इति अन्ते आयाति, आयान्ति खलु. तर्हि कथं वा स्यात् इति पश्यामः. तर्हि अत्र तु ति तः अन्ति इत्येते सर्वे तु वयं तेषां तु वयं वदामः. किं वदामः इत्युक्ते, सिद्धतिङ्प्रत्ययाः इति वदामः. मूलप्रत्ययाः तु तिप्तस्जि इति सन्ति, किन्तु सिद्धतिङ्प्रत्ययाः अनुबन्धलोपानन्तरम् आदेशाः भवन्ति, आदेशाः भवन्ति पाणिनीयसूत्रान् अनुसृत्य, लकारम् अनुसृत्य आदेशः, अन्य आदेशः भवति, प्रत्यादेशः भवति इति कृत्वा. यद्यपि अष्टादशप्रत्ययाः एव सन्ति, किन्तु प्रत्येकं लकारस्य कृते भिन्नभिन्नसूत्राणि सन्ति इति कृत्वा दशलकाराणामपि भिन्नभिन्नप्रत्ययाः निर्मामः. तर्हि तेषामेव वयं तु तस्यैव नामकरणं वयं वदामः सिद्धतिङ्प्रत्ययाः इति. तर्हि अष्टादशप्रत्ययाः सन्ति, ततः आरभ्य कथं वयं दशलकाराणामपि पुनः एकैकलकारस्य अष्टादशप्रत्ययाः भवन्ति खलु इति, तस्यैव अधुना तस्मिन् विषये एव वर्गः प्रवर्तमानः अस्ति. विषयः तदेव विषयः अस्ति. तर्हि लट्लकारस्य विषये वयं गते सप्ताहे दृष्टवन्तः. अत्र लट्लकार सामान्यपरस्मैपदी लट्लकारस्य तिङ्प्रत्ययसिद्धिः इति दृष्टवन्तः. अत्र तु नूतनतया किमपि नास्ति, केवलम् अनुबन्धलोपाः भवन्ति. सिप् इत्यस्य पकारलोपः भवति, अनन्तरं मिप् इत्यस्यपि पकारलोपः भवति. सिप् इत्यस्यपि पकारलोपः हलन्त्यम् इति सूत्रेण तस्य लोपः इति. अनन्तरम् अस्ति यत्र तस् सकारः अन्ते अस्ति, तत्र तु न विभक्तौ तु स्मः इति सूत्रेण अत्र तु न विभक्तः इति सूत्रेण तर्हि ससश्वरुः करवसाने विसर्जनीयः अनयोः सूत्रयोः तत्र तु विसर्गः आदेशः भवति. यत्र तस् इत्यस्य स्थाने थस् इत्यस्य स्थाने अनन्तरं वसम् अस्ति, तत्रापि समानकार्यमस्ति. एकमेव विषयः नूतनसूत्रम् इति वदामः चेत्, नूतनकार्यम् इति वदामः चेत् एकमेव नूतनकार्यमस्ति. अत्र किं सूत्रमस्ति, जोन्तः इति सूत्रं. जोन्तः सूत्रं पश्यामः चेत् पुनः तद् प्रायः तद् दृष्ट्वा गच्छामः. आशयवल्ली भगिनी पठति किं भगिनि? आं भगिनि, करपत्रं जोन्तः सप्तम अध्याये प्रथमभागे त्रीणि सूत्राणि. प्रत्ययस्य जकार अवयवस्य स्थाने अन्त आदेशः भवति. जः षष्ठन्त्यम्, अन्तः प्रथमान्तं, द्विपदमिदं सूत्रं. जकारे अन्त, अवयवे च अकारः संयोजितः उच्चारणार्थम्. आयनेयिनीयः षडकचघ प्रत्ययादीनाम् इत्यस्मात् प्रत्ययस्य इति अस्य अनुवृत्तिः, अङ्गस्य इति इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः. केवलं सामान्यसत् अत्र तु लकारस्य किमपि कार्यं नास्ति, केवलम् एवं वदति चकारस्य स्थाने अन्तादेशः भवतु. तर्हि सर्वत्र अस्य सूत्रस्य सामान्यकार्यमस्ति, सर्वेषां लकाराणामपि प्रसक्तिः भवति, किन्तु कदाचित् अन्यसूत्राणि आगत्य तस्य बाधयति इति कृत्वा भिन्नभिन्नकार्याणि भिन्नभिन्नरूपाणि प्राप्नुमः वयम्. सर्वत्र भवति, अस्तु, सामान्यसूत्रमस्ति महोदय. आं सत्यं, तर्हि न विभक्तौ तस्मात् क्षम्यतां जोन्तः इति न अन्तादेशः, तर्हि अन्ते इति रूपं साधयामः. तावदेव, नूतनविषयः एकमेव अस्ति, एकः एव जोन्तः इति एव विषयः. तर्हि स्मरन्ति खलु रूपाणि कथं साधयामः इति परस्मैपदी लट्लकारस्य तिङ् प्रस्य सिद्धिः अधुना अवगच्छामः. प्रश्नः अस्ति किं तस्मिन् विषये? न, एक एव रूपपरिवर्तनम् अन्ति इति भवति. अन्ति तावदेव. आं, बहु सरलमस्ति खलु. आम्, अधुना लोट्लकारस्य पश्यामः. लोट्लकारस्य सरलमेव पश्यामः. अस्तु भगिनि, किञ्चित् सन्देहः अस्ति तत्र ज्योन्ते मध्ये आयुमेनीयः पडु कथ पडुकथगां प्रत्यय इदानीम् इद एतत् तत्र अस्ति खलु, एतत् विषये किञ्चित् वदतु भगिनि. किं भगिनि न स्मरन्? ओ, तत्तु अधुना अस्माकम् आवश्यकता नास्ति भगिनि, तत्तु अहमपि न जानामि तस्य तु. ततः तु केवलं प्रत्यय इत्येव आदेशः, अनुवृत्तिः अनुवृत्त्यर्थमेव. तस्मिन् विषये अधुना वयं न पश्यामः, तत् भिन्नकार्यमस्ति. भिन्नकार्यं भगिनि, अस्य सम्बन्ध किमपि सम्बन्धः नास्ति अधुना अस्माकं प्रवर्तमानविषयः यत् अस्ति तस्य तु किमपि सम्बन्धः नास्ति. केवलं तत्र प्रत्ययः इति अस्ति इति कृत्वा अग्रे सूत्राणां प्रत्ययः इति अनुवृत्तिः आयान्ति ततः. अस्तु, तर्हि अग्रे रघुपतिमहोदय पठति वा? अस्तु, अतः लटि अस्तु लटिसिद्धप्रत्ययाः तीतः अन्ति, सीतः थ, मीवः मः. परस्मैपदे लोट्लकारस्य तिङ् प्रत्ययसिद्धिः. मूलमस्ति तिप्तसि, सिप्तस्थ, निप्वस्मत्. नियमः प्रथमं, परस्मैपदस्य लोट् तिङ् प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति. तस्तस्थमिप् निःसुलकारेषु लोटी च एतेषां प्रत्ययानां स्थाने क्रमेण तां तं तं तां तं त अम् एते आदेशाः. लोटी मी स्थाने नि आदेशः. उत्तमपुरुषे आडागमः, प्रत्ययानाम् आदौ आ इति उच्यते. पञ्चमं बिन्दुः अस्ति, वस्मस् निःसुलकारेषु लोटी च अनयोः स्थितस्य सकारस्य लोपः. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि आत्यादेशः. अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः. तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः इति अस्ति. अग्रे पठित्वा वदामि भगिनि. अस्तु, तर्हि नियमान् अनुसृत्य कार्यम् एवम्. तिप् अत्र पकारलोपः भवति, ति इति अस्ति, उकारादेशः भवति, ईकारस्य स्थाने उकारादेशः, अतः तु इति भवति लोट् प्रत्ययः निष्पन्नः. प्रथमं तु तु भवति. द्वितीय प्रथमपुरुषस्य द्वितीयवचने तस् इति अस्ति, ताम् इति लोट् प्रत्ययः निष्पन्नः. तां तं तं तामः तत्र भवति, ताम् इति आदेशः तस्य स्थाने. झि अस्ति अत्र, झकारस्य झि अस्ति, जी इति अस्तु जकारस्य जोन्त इति अन्त् भवति अन्तिम ति अस्ति अत्र तु भवति उक् सारि इ अस्ति उ भवति अतः अन्तु इति लोट् प्रत्यय निष्पन्नः सिप् अस्ति तत्र हि आदेशः अदन्तम् अङ्गम् अस्ति चेत् तस्य लोपः भवति किमपि न युज्यते अदन्तम् अङ्गम् अस्ति चेत् हि लोप अनदन्त अस्ति चेदेव हि उदाहरणार्थं वदति किं महोदय अस्तु पट इति अस्ति पट हि पट हु भवति न भवति अत्र अकार अदन्ताङ्गम् अस्ति अथवा ब्रूहि इति ब्रू धातु अस्ति अत्र हि मध्यमपुरुषः अस्ति उकार अस्ति अतः अनदन्तम् अङ्गम् आम् उत्तमं धन्यवादः महोदय पट इत्यस्य तु त्वं पट इति एव वदामः लोट्लकारे किन्तु ब्रूहि त्वं ब्रूहि इति तस् इति अस्ति तत् मध्यमपुरुषस्य द्वितीय द्वितीय द्विवचनम् अस्ति सोरि अस्तु तत्र तम् आदेशः इति अस्ति तस्समीपं तं तां तम् अस्ति भवति त इति अस्ति तत्र त इति आदेशः ह्रस्व दि सोरि किं महाप्राणः अस्ति तकार अथ तकार अल्पप्राण मिप् अस्ति तत्र नि आदेशः अनन्तरं आट् आगमः अस्ति इति अकार भवति वा अत्र आनि इति भवति लोट् प्रत्ययः अस्तु वस् इति अस्ति तत्र तत्र सकारस्य लोपः भवति लोपः भवति वस् मस् द्वयोः स्थाने सकारस्य लोपः वा एव अवशिष्यते मा परन्तु आटागमः भवति तकार अस्ति अतः आव तित् अस्ति अतः आव आम भवति अतः अन्ते लोटी सिद्धप्रत्ययः अस्ति तु ता तां तु अस्तु तात् अपि भवति प्रथमपुरुषस्य प्रथम सोरि प्रथमपुरुषस्य एकवचने अपि च मध्यमपुरुषस्य एकवचने तात् आदेश अस्तु तात् आदेश अपि भवितुमर्हति आल्टर्नेटिव्लि अतः अन्तिमं रूपसिद्धि तु ताम् अन्तु ज़ीरो अत्र कुत्रापि नास्ति अदन्तमङ्गम् अस्ति चेत् नातु चेत् हि भवति तं त आनि आव आम इति अन्तिमं रूपम् अस्ति धन्यवादः महोदय सर्वं भवान् जानाति इति मन्ये सर्वम् उक्तवान् केवलं सूत्राणि पठनीयानि धन्यवादः विजया भगिनी अग्नि तत्र लोटि लङ्गोति इति भगिनि परस्य पदि लोट् लकारस्य तिङ् सद्य प्रत्यय सिद्धिः सूत्राणि इति अस्ति खलु तद्धारत्य लोटः तिङ् सम्बन्धसूत्राणि अत्र स्थाप्यन्ते इति अस्ति खलु एतत् सर्वं भवान् उक्तवान् खलु भगिनि भवता उक्तं खलु तर्हि महोदय उक्तवान् किन्तु सूत्राणि द्रष्टव्यानि खलु तर्हि तद्यस्य कृते परस्मै पदे लोट् लकारस्य तिङ् प्रत्ययसिद्धिः सूत्राणि इति अस्ति शिक्षकं पङ्क्तेः शिक्षकं तथा अस्ति न पश्यति किल न पश्यामि भगिनि परस्य पदे लोट् लकारस्य तिङ् प्रत्ययसिद्धिः इति दृष्टवती खलु तस्य अपि अधोभागे पश्यति चेत् सूत्राणि इति अपि अस्ति लोट् लोटि सिद्धप्रत्ययाः इति सन्ति तर्हि नियमान् अनुसृत्य कार्यम् एवम् एतत् वा एकनिमिषं सूत्र प्रश्नपदे लोट् लकारस्य तिङ् प्रत्यय अधोभागे तस्य एव अधोभागे तर्हि नियमान् अनुसृत्य कार्यमेवं तदनन्तरं भगिनि लोटि लङ्वत् तस्मात् पूर्वं लोटि लङ्वत् किं प्रायः भवत्याः पुटं नास्ति इति अहं मन्ये भगिनि. कम्प्यूटर्तः पठति किं, सङ्गणकात् पठति किं, नो चेत् करपत्रात् पठति? करपत्रं खलु, मम समीपे करपत्रमस्ति. सङ्गणके मध्ये किञ्चित् स्टाटिक् प्राब्लम् नूतनकरपत्रं मम पार्श्वे अस्ति, करपत्रम् अस्ति तत्र. ऐ थिङ्क् नूतनकरपत्रं भवेत्. परस्मे पदे लोट् लकारस्य तिङ् प्रत्ययसिद्धि इति तदेव किञ्चित् उद्घाटयतु भगिनि, नो चेत् काठिन्यं अन्यजनाः पठेयुः. श्रीवल्ली भगिनि परस्मैपदे लोट् लकारस्य तिङ् प्रत्ययसिद्धिः. सूत्राणि लोटः तिङ् सम्बद्धसूत्राणि अत्र स्थाप्यन्ते. उपरि नियमाः प्रदर्शिताः, तान् आधारीकृत्य तिङ् प्रत्ययानां कार्यम् अपि प्रदर्शितं. तस्य कार्यस्य पृष्ठतः यानि सूत्राणि अपेक्षितानि तानि अधः प्रतिपादितानि. सूत्राणि अत्र स्थापयन्ते. लोट् लोट् किं सम्बद्धसूत्राणि किम्, एकनिमिषं किञ्चित् उपस्थापनरूपेण वदामि, तर्हि सरलम् अधिकं सरलं भवति. महोदय अस्तु भगिनि, किञ्चित् उपस्थापनं करोमि. तर्हि अत्र किम् इत्युक्ते लोट् लकारस्य किम् इत्युक्ते लोटो लङ्वत् इति एकं सूत्रम् अस्ति. अनेन अधुना वयं यत् यानि सूत्राणि पश्यामः अधिकतया तानि सूत्राणि लोट् लकारे अपि आयान्ति, लङ् लकारे अपि आयान्ति. तर्हि लोटो लङ्वत् इति एकं सूत्रम् अस्ति. अनेन सूत्रेण प्रथमविषयः अस्ति लोट् लकारस्य कृते विशिष्टकार्यमस्ति. एरुः इति एकम् अस्ति. अनेन एकारः क्षम्यताम् इकारः यत्र अस्ति तस्य स्थाने उकारः आदेशः भवति. वयं तु जानीमः पठति इति लङ् लकारु ध्वनिः श्रूयते. म्यूट् भवन्तु कृपया. अस्तु, तर्हि वयं तु जानीमः पठति इति लट् लकाररूपं, लोट् लकाररूपं पठतु इति. तर्हि इ इत्यस्य स्थाने उ आदेशः भवति खलु, तत्तु जानीमः. तर्हि तस्य कृते एकं सूत्रमस्ति, यत्र यत्र इकारः अस्ति तत्र तत्र उकारः योजनीयम् इति एकं सूत्रम्. अन्यत् सूत्रं किम् अस्ति, तस् इत्यस्य स्थाने वयं पठितवन्तः खलु पठतु पठताम् इति, पठतां पठन्तु. तर्हि तस् इत्यस्य स्थाने ताम् इति आदेशः. अनन्तरं थस् इत्यस्य स्थाने तम् इति. अनन्तरं बहुवचने, मध्यमपुरुष बहुवचने तु वयं जानीमः पठसि क्षम्यतां पठतं पठत इति. तर्हि तं त इति तत्र आदेशाः सन्ति. साक्षात् आदेशः तस् इत्यस्य स्थाने तां, थस् इत्यस्य स्थाने तम्, अनन्तरं थ इत्यस्य स्थाने त इति आदेशः. तर्हि अनन्तरं तथा एव तेनैव सूत्रेण मित् इत्यस्य स्थाने अम् इति आदेशः भवति. अस्तु, इति आदेशः अनेन सूत्रेण भवति. किन्तु वयं तु जानीमः पटानि इति रूपं, पटम् इति रूपं नास्ति. तर्हि तस्य तु भिन्नसूत्रम् अस्ति. अनेन अम् इति आदेशः न भवति, किन्तु लोट् लकारे आनी इति आदेशः. यत्र निप् अस्ति तत्र तु आनी इति आदेशः भवति. तदनन्तरं आनी इति अपवादसूत्रं भवति वा? लानी इति लट् लकार लोट् लकारस्य कृते विशिष्टसूत्रमस्ति. अनी इति आदेशः यत्र निप् अस्ति तस्य तु नी इति आदेशः भवति. अनन्तरम् अस्ति अनन्तरं सर्वत्र यत्र उत्तमपुरुषः अस्ति तत्र सर्वत्र आ इति अपि श्रूयते. मध्ये पटानि पटाव पटाम इति अस्ति. तर्हि अत्र आडागमः इति वदामः. आडागमः उत्तमपुरुषे भवति. तावदेव कार्याणि. अनन्तरं यथा भगिनी यथा महोदयेन उक्तं सिप् इत्यस्य स्थाने प्रथमं हि आदेशः भवति, अनन्तरं हि इत्यस्य लोपः भवति. तर्हि पट इति एव रूपं. तर्हि अवगच्छामः खलु कानि कानि सूत्राणि. प्रथमसूत्रमस्ति ति इत्यस्य स्थाने तु इति स्थापनीयं, तर्हि इकारस्य स्थाने उकारः, सर्वत्र यत्र यत्र इकारः श्रूयते तेषां स्थाने उकारः. द्वितीयकार्यं किम् अस्ति, जोन्तः अत्र अपि आयान्ति, तर्हि जि स्थाने अन्तादेशः, वयं तु लट्लकारे दृष्टवन्तः, तत्तु सामान्यकार्यम् इति उक्तवती, तर्हि तस्य अत्रापि प्रसक्तिः अस्ति. ज इत्यस्य स्थाने अन्त आदेशः भूत्वा इ इत्यस्य स्थाने उ आदेशः अन्तु इति रूपम्. अनन्तरं सिप् इत्यस्य स्थाने प्रथमं हि आदेशः भवति, अनन्तरं तद् लुप्यते इति कृत्वा किमपि नास्ति सिप् इत्यस्य स्थाने. अनन्तरम् अस्ति थस् इत्यस्य स्थाने ताम्, थस् इत्यस्य स्था थस् इत्यस्य स्थाने तं, थ इत्यस्य स्थाने स इति आदेशः. अनन्तरं लोट् इति अस्ति इति कृत्वा मिप् इत्यस्य स्थाने मी इति आदेशः भवति. अनन्तरम् उत्तमपुरुषे ये ये प्रत्ययाः सन्ति तेषां सर्वेषामपि आडागमः भवति, आनि आव आम इति. तावदेव कार्याणि, प्रायः पञ्चकार्याणि सन्ति, किन्तु सरलानि. किमर्थं सरलानि इति वदामि इत्युक्ते वयं तु तत् सकारस्य लोपः नित्यं नितः इति तत्रापि भवति. आं महोदय, आम् आम् आं महोदय, तद् अहम् अधिकवर्षाः वदामि चेत् अधुनैव वदामि चेत् भ्रमः जायते इति कृत्वा तद् न उक्तवती. आम्, सकारस्य लोपः भवति लङ्लकारे, सर्वत्र सकारस्य लोपः. वयं तु जानीमः खलु पटाव पटाम इति, यत्र लङ्लकारः अस्ति तत्रापि समानकार्यं, रोटिका अपि तदेव कार्यं, लङ्लकारः अपि तथैव कार्यम्. अपट किमस्ति अपटम् किमस्ति अट्पटाव इति रूपाणि, तत्रापि सकारस्य लोपः जायते. किमर्थम् इत्युक्ते विसर्गः तु न भवति खलु, तत्र तु भिन्नसूत्रेण लोपः जायते. अन्यदपि सूत्रमस्ति, प्रथमपुरुषे एकवचने, अनन्तरं मध्यमपुरुषे एकवचने तातङ् इति आदेशः, भिन्न नूतनप्रत्ययः आदेशः भवति, तर्हि विकल्पेन आदेशः. तर्हि तिप् इति अस्ति अपि अस्ति, तातङ् इत्यपि अन्यप्रत्ययः आयाति, तथा एव सिप् इति एकस्मिन् पक्षे सिप्, अन्यस्मिन् पक्षे तातङ्क्, पुनः तातङ् इति मध्यमपुरुषे एकवचने अपि इति कार्याणि. यदि वयं रूपाणि जानीमः चेत् कुत्र कुत्र किं किं सूत्रमिति अस्माभिः अवगन्तुं शक्यते. भगिनि श्रीवल्ली भगिनी पठतु भगिनि. भगिनि, तत्र मध्यमपुरुषे एकवचने लोट् मध्ये अदन्तम् इत्युक्ते तत्र शून्यमेव, तत्र अनदन्तम् उपयोगं कुर्मः चेत् तत्र देहि इति आगच्छति, हि तत्र गच्छति आदेशः, अदन्तम् अङ्गस्य कृते हि इति लोपः भवति. अनन्तरं लोट् मध्ये मुखपुषविषये सर्वदा आ इति आगच्छति चेत् तत्र आद्यन्तौ तखितौ इति सूत्रं कार्यं करोति, अहं पठामि वा, मम समीपे करपत्रम् अस्ति. परस्मैपदे पठामि वा भगिनि? पठतु पठतु. परस्मैपदे लोट् लकारस्य सिङ्ग् प्रत्ययसिद्धिः सूत्राणि, लोटः सिङ्ग् सम्बन्धसूत्राणि अत्र स्थाप्यन्ते. उपरि नियमाः प्रदर्शितः, तान् आधारीकृत्य सिङ्ग् प्रत्ययानां कार्यम् अपि प्रदर्शितम्. तस्य कार्यस्य पृष्ठतः यानि सूत्राणि अपेक्षितानि तानि अधः प्रतिपादितानि. तत्र तिङ्ग् लोट् मध्ये तिङ्ग् एतत् सम्बन्धं किम् अस्ति तत्र एवं भवता एव तत्र उक्तम्. परस्मैपदी किम् आगच्छति, अनन्तरं लोट् मध्ये आत्मनेपदी अपि अस्ति, एतत् सर्वं कार्यं तत्र एव उक्तम्. अनन्तरं यत्र विशिष्टकार्यार्थं मूलप्रत्यये विकारः आनीयते तत्र प्रत्यय आदेशः इति उच्यते. विकारः अस्ति चेत् प्रत्ययमध्ये विकारः आगच्छति तत्र प्रत्ययः आदेशः इति उच्यते. अनन्तरम् अष्टाध्याय्यां प्रत्यय आदेशः लभ्यते केवलं द्वयोः स्थानयोः तत्र किं भगिनि तत्र संख्या दत्तम्? तत्र तु अध्यायः अस्ति खलु, तृतीय अध्यायस्य चतुर्थपादे, अनन्तरं सप्तम अध्यायस्य प्रथमे पादे ये ये प्रति आदेशाः तत्र द्रष्टुं शक्नुमः अस्माभिः. ततः अस्तु भगिनि. देयं यत् एकं सूत्रं विहाय अधस्थितानि सर्वाणि सूत्राणि अनयोः द्वयोः स्थानयोः सन्ति. एकं सूत्रम् अतो एहे इति षष्टम अध्याये चतुर्थपादे पञ्चोत्तर एकशतम् अधिकम् इति सूत्रेण अङ्गकार्यं न तु प्रत्यय आदेशः, तत्र अङ्गकार्यम् एव आगच्छति. अङ्गकार्यम् इत्युक्ते एतत् सर्वं कृत्वा किम् आगच्छति भव पट, एतत् सर्वम् अङ्गकार्यमेव न तु प्रत्यय आदेशः. अतः षष्ठ अध्याये एतत् सर्वम् उक्तं. तत्र पुनः तृतीय अध्याये सामान्यतया तु तृतीय अध्यायस्य चतुर्थपादे अनन्तरं सप्तम अध्यायस्य प्रथमे पादे दृश्यन्ते, किन्तु एकमेव सूत्रम् अतो हेः इति एकम् अङ्गकार्यं षष्ठ अध्यायस्य चतुर्थे पादे आयाति. अस्तु भगिनि. पुनः तृतीय अध्याये चतुर्थपादे सप्तमे अध्याये सप्तमाध्याये प्रथमपादे मध्ये एकं सूत्रं विहाय अवशिष्टानि सर्वाणि तृतीयपादे तृतीय अध्याये चतुर्थपादे मध्ये सन्ति. भवत्या एतत् अत्र उक्तम् अधुना. अनन्तरं तृतीय अध्याये चतुर्थपादमध्ये लस्य इत्युक्ते एतत् हलन्त्यं रूपेण इत् संज्ञा भवति तत्र लस्य इति. एतदपि तृतीय अध्याये चतुर्थपादे सप्ततिः इति सूत्रेण इत्यस्य अधिकारः अस्ति तत्र एतत् लस्य विषये. लस्य इत्यस्य अधिकारः अनन्तरं तृतीय अध्याये चतुर्थपादे सप्तसप्ततिः इति, अनन्तरं सप्तसप्ततिः तः द्वादश एकशतोत्तरम् एकशतम् अधिकम् इति यावत् पर्यन्तं तत्र एतत् अधिकारः अस्ति लक्ष्य विषये इति. दशलकारः सन्ति अनुबन्धलोप अनन्तरं सर्वेषां दशानां लकारः इत्येव अवशिष्यते. दशलकारमध्ये लकारः एव तिष्ठति. लट् लोट् लङ् लिङ् एतत् सर्वं लारूपम् एव स्वीकृतं तत्र. लक्ष्य इति सूत्रं तस्य लकार इत्यस्य एव षष्ट्यन्तं रूपम् अकारः उच्चारणार्थम्. एतत् एव अस्ति भगिनि तत्र लसि इति कार्यं किं करोति इति. तत्र दशलकारेषु षष्ट्यन्तरूपेण स्थानि इति रूपं तत्र कार्यं करोति. अत्र किमित्युक्ते मुख्यतया पश्यामः चेत् तृतीयाध्यायस्य चतुर्थे पादे लस्य इति अधिकारः अस्ति कानिचन सूत्राणां. तर्हि सर्वे ये लकारनिमित्तकार्यम् सूत्राणि सन्ति ते सर्वे तु तत्रैव दृश्यन्ते. सप्तमाध्यायस्य प्रथमे पादे एकं सूत्रं वर्तते, अनन्तरं षष्ठाध्यायस्य चतुर्थे पादे एकम् अङ्गकार्यमपि पश्यामः वयम् तस्मात्. तर्हि लस्य इत्युक्ते किं सर्वेषां लकाराणां कृते इति, तस्य स्थाने इति स्थाने इति षष्टि विभक्ति प्रयोगः तत्र इत्येवम् अस्ति. अग्रे पठतु भगिनि. अहमेव वा? आम् भगिनि अग्रिम. प्रथमबिन्दुः परस्मैपदस्य मूल किं प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति एव. तत्र एतत् विषयं तत्र लोट् लट् लोट् मध्ये आगच्छति पठति इति आगच्छति चेत् लोट् मध्ये इकारस्य स्थाने उकारः पठतु पठतु पठतात् इति प्रथमरूपं स्वीकृतं लोट् मध्ये. अनन्तरं येरुः इति तृतीय अध्याये चतुर्थपादे चतुर्थपादे षष्ठ अशीतिः इति सूत्रेण लोट् लकारः सम्बन्ध इकारस्य स्थाने उकारः आदेशः भवति. लोट् इकारस्य उः एः षष्ट्यन्तम् उः प्रथमान्तं द्विपदमिदं सूत्रं लोटि लङ्वत् एतत् विषये तत्र तृतीयाध्याये चतुर्थपादे पञ्च अशीतिः इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः लस्य एतत् पूर्वं वयं दृष्टवन्तः तृतीयाध्याये इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य एह उः इति एतत् लटि अनन्तरं लोट् लोट् किं कार्यं करोति तत्र इकारस्य स्थाने उकारः आगच्छति इति एतत् सर्वं तत्र दत्तम्. आं महोदय आं भगिनि एकनिमिषम् अत्र अष्टाध्यायी उद्घाटयति किम् अष्टाध्यायी उद्घाटयति चेत् तृतीय अध्यायस्य चतुर्थे पादे पञ्च अशीतिः तमं सूत्रं पुटसङ्ख्या अस्ति पुटसङ्ख्या किं भगिनि इति निमिषम् आम् आम् अत्र अस्ति एकसप्ततितमं पुटम् सप्तसप्ततितमं सूत्रम् अस्ति लस्य इति अस्ति ततः आरभ्य तत्रैव पश्यतु तिप्तस्जि इति आदेशः प्रत्यादेशः लस्य स्थाने तिप्तस्जि इति आदेशः भवति यदि परस्मैपदे चेत् तिप्तस्जि सिप्तस्त मिप्स्मस् इति अनन्तरम् अपनेपदे चेत् तात तात् तं ज इति आयान्ति अनन्तरम् अत्र लोटो लङ्वत् इति पश्यति किं पञ्चशीतिः स्तमं लोटो लङ्वत् ततः आरभ्य लोट् लकारस्य कृते लोटो लङ्वत् अनन्तरम् एरुः सेर्हि पिच्छ मेर्नि आडुतमस्य पिच्छ इति सूत्राणि आयान्ति. अधुना एते सर्वे सूत्राणि वयं पश्यामः. विजया भगिनी नमस्ते. नमस्ते भगिनि. विजया भगिनी स्वागतम् भगिनि. प्रतिध्वनिः श्रूयते हेड्सेट् धरति किं भगिनि? हा हा हा करेक्ट् नोट् करोति. विजया भगिनी कृपया हेड्सेट् विजया राव् भगिनी कृपया हेड्सेट् धरतु सर्वदा वयर्ड् हेड् धरतु हेड्सेट् धरल् ओ एवं किं न जाने किमर्थं प्रतिध्वनिः अस्ति भवत्याः दूरवाण्याः प्रतिध्वनि कुत्र अस्तव देर् इस् एन् एको इन् योर् लैन् भगिनि सो वेन् यु गो अन्म्यूट् रैट् सो दट् नास्ति चिन्ता अधुना पश्यामः वयम् अस्तु भगिनी पठितवती खलु भगिनी वदति किं एरुः इति सूत्रस्य सारांशः विजय एकनिमिष विजया भगिनी द्वयं स्तः तर्हि अस्ति. तर्हि विजया हिपिराजन् भगिनी वदति किं भगिन्या पठितम्. भगिनी अहं विजया अस्मि अत्र. आं भगिनि पठतु भगिनि, भगिनि वदतु भगिनि. अन्य विजया भगिनी अपि अस्ति अत्र, तदेव वदामि. प्रथमबिन्दु अभवत् अवगच्छति. तर्हि लोट् लकारस्य कृते विशिष्टतया सूत्रमस्ति. लोट् लकारे लकारस्य ए ई इत्यस्य स्थाने उकारः आदेशः इति वयं तु जानीमः एव, सामान्यज्ञानमस्ति अस्माकं तु, वयं सुपरिचितविषयः अस्ति इकारस्य स्थाने उकारः भवतु इति, नूतनविषयः नास्ति खलु. अस्तु, धन्यवादः भगिनि. अग्रे विजयराव् भगिनी पठति किं भगिनि, पुटम् उद्घाटितं किं भवत्या. नो चेत् श्रीवल्ली भगिनी पठतु किञ्चित् कालम् अनन्तरम्. आं भगिनि, द्वितीयबिन्दुः तस्थ मित् इत्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता अम् एते आदेशाः. सो तत्स्थाने लोटि लकारेषु तत्स्थाने तां, थस्थाने तं, था स्थाने ता, मिप् स्थाने अम् एते आदेशाः भवन्ति. तस्तस्तमिपां तान्त तान्तं तामः इति तृतीय अध्याये चतुर्थ भागे एक अधिक एकशतं सूत्रं तस्थस्थमिप् नित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता अम् एते आदेशाः. तश्च थश्च थश्च मिच्च तेषाम् इति इतरेतरद्वन्द्वः. थस् थस् थं थमिपः तेषां, तस् थस् थं थमिपां तां च तं च तश्च अं च तेषाम् इतरेतरद्वन्द्वः. ता ता अन्तान्ततामः थस् थस् निपां षष्ट्यन्तं, तामः प्रथमान्तं, द्विपदमिदं सूत्रम्. नित्यं नितः इत्यस्मात् नितः इति अस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. नितः लस्य तस्य स्तमिपाम् इति सूत्रः. तान्तं तामः इति सूत्रम्. एतत्तु लङ् लकारस्य कृते सूत्रमस्ति. लङ् लकारः इति नास्ति, यत्र यत्र लङ् लकारः, लृङ् लकारः, यत्र यत्र इङ् इति आयाति लकारे, तेषां सर्वेषां लकाराणाम् अस्य सूत्रस्य प्रसक्तिः अस्ति. किन्तु लोट् लकारस्य एतद्वयं किमर्थं पठामः इति वदन इति आशयः. हा, इति अग्रिमसूत्रम् आं भगिनि. लोटो लङ्वत् तृतीयादेशानां कृते लोट् लकारः लङ् इव भवति. अतिदेशसूत्रं लोटः षष्ट्यन्तं, लङ्वत् अव्ययं, द्विपदमिदं सूत्रं. कानिचन कार्याणि केवलं मित्सु भवन्ति. लोट् टित् न तु नित्, अतः यत्र नित्सु किञ्चन कार्यं भवति लोटि नित्सु भवतु इत्यनेन तर्केण लोटि तत्कार्यं न अर्हम्. अनेन सूत्रेण लोटः कृते इदं कार्यं सिद्धं. सूत्रं स्वयं सम्पूर्णं. लोटः लङ्वत्, लोटः लङ्वत् इति सूत्रम् अतिदेशसूत्रम्. ये सूत्रं स्वयं सम्पूर्णम्, अनुवृत्तिः नास्ति. लोट् लकारं लङ् लकारमेव भवतु इति. तर्हि लङ्लकारस्य कृते यानि कार्याणि सन्ति तानि कार्याणि सर्वाणि अपि लोट् लकारस्य कृते अपि प्रसक्तानि, किन्तु प्राप्तिः भवति वा इति द्रष्टव्यं, किन्तु प्रसक्तानि. लङ्लकारस्य कृते यानि यानि सूत्राणि सन्ति तानि सर्वाणि अपि लोट्लकारस्य कृते अपि प्रसक्तानि. तर्हि वयं यत्र यत्र लङ् इति किं किं लङ्लकारे अग्रे वयं यद् लङ् प्रत्ययानां सिद्धिः इति पठामः लङ्लकारस्य कृते, तत्र एतानि एव सूत्राणि तत्रापि आयान्ति. तर्हि प्रथमं लङ् पठित्वा अनन्तरं लोट् पठामः चेत् प्रायः सारल्यं भवति, किन्तु वयं विपरीतक्रमेण पठामः. किमर्थम् इत्युक्ते सामान्यतया वयं लट् लोट् लङ् विधिलिङ् इति एव पठामः खलु, तदर्थम् एतादृशक्रमेण गच्छामः. किन्तु लङ्लकारस्य कृते यानि सूत्राणि तन् सन्ति समानकार्याणि वयं लङ्लकारस्य कृते अपि पश्यामः. किन्तु वयं लोट् टु लङ् वत् अस्ति इति कृत्वा लङ् कृते यानि सूत्राणि सन्ति तानि सर्वाणि प्रसक्तानि सामान्यकार्याणि भवन्ति. किन्तु कानिचन सूत्राणि सन्ति लोट् कृते एव विशिष्टकार्याणि सन्ति. तर्हि यदि लोट् कृते विशिष्टकार्याणि सन्ति चेत् लङ् रूपं प्रबाद्य लङ् सूत्राणि प्रबाद्य लोट् इत्यस्य सूत्राणि ये आयान्ति पाणिनिना उक्तानि, तेषां प्रसक्तिः भवति, प्राप्तिः अपि भवति, बाधकसूत्रं भवति. लोट्लकारस्य कृते विशिष्टसूत्राणि ये सन्ति तानि बाधकसूत्राणि भवन्ति. उदाहरणार्थम् अत्र पश्यामः तस्तस्तमिपां तान्तं तामः इत्यनेन सूत्रेण मित् इत्यस्य स्थाने अम् इति आदेशः. किन्तु लोट्लकारस्य कृते पाणिनिः अन्यत् सूत्रम् उक्तवान् नि इत्यस्य स्थाने नि भवतु इति. तर्हि सामान्यतया तस्तस्त इत्येषां कृते तस्तस्तमिपां तान्तं तामः इति लङ् लकारस्य सामान्यसूत्रम् आगत्य कार्यं करोति. किन्तु मिप् इत्यस्य स्थाने तु भिन्नसूत्रम् अस्ति, मेर्निक् इति एकं सूत्रमस्ति. अनेन सूत्रेण मिप् इत्यस्य काने विशिष्टसूत्रमस्ति इति कृत्वा पाणिनिना विशिष्टसूत्रम् उक्तमस्ति इति कृत्वा एतत् सूत्रं प्रबाद्य मिप् इत्यस्य कृते एतत् सूत्रं प्रबाद्य मेर्नि इति सूत्रं कार्यं करोति. किन्तु एतत्तु सामान्य लङ् लकारस्य कृते सूत्रमस्ति. आं भगिनि, लङ् लङ् इति नित् लङ् इति नास्ति, सर्वेषां नित् लकाराणां प्रसक्ति अस्ति. विधिलिङ्ग् इति अपि अस्ति सूत्रस्य प्रसक्तिः अस्ति, नित् अस्ति इति कृत्वा लिङ् लकारः लृङ् लकारः सर्वत्र प्रसक्तिः अस्ति. भगिनि भगिनि, अत्र बाधकसूत्र अपवादसूत्र समानार्थकमेव? बाधयति, आम्, अत्र तु आम् आम् प्रबाधयति. नो चेत् लोट्लकारस्य कृते किमस्ति, लोट्लकारस्य अपवादभिन्न बाधकभिन्न बाधकं भिन्नम् अन्तु. किन्तु अत्र तु यदि न सूत्रं कार्यं न करोति चेत् निरवकाशं भवति इति कृत्वा अपवादत्वेन इति अपि वक्तुं शक्यते. अत्र वयं बलाबलचिन्तनम् अग्रे कुर्मः. अस्तु, तर्हि अभवत् खलु. तर्हि लोटो लङ्वत् इति अतिदेशसूत्रमस्ति. यानेन लोटि वयं लङि वयं यानि यानि यानि सूत्राणि पश्यामः तानि अत्र दृष्ट्वा गच्छामः अस्मिन् अध्याये, अस्मिन् पङ्क्तौ भागे. अस्तु, भगिनी अग्रे कः पठति? रघुपतिमहोदय पठति. अस्तु, अत्र लङ्वत् णित्वत् इत्यर्थे एव दत्तं. निस्सुलकारेषु लङ् अन्तर्भवति, अतः लङ् णितः उपलक्षणम्. उदाहरणरूपेण प्रतिनिधिरूपेण णित् स्थाने लङ् स्वीक्रियते, अतः णित्वत् इत्येव वक्तुं शक्यते, न कोऽपि भेदः. यतोहि यत्किमपि कार्यं भवति निस्सु, तत् कार्यं लङि अपि भवति, यतः लङ् णित् अस्ति. अस्तु अस्तु, लङ्वत् इति अस्ति, अत्र नकारस्य णित् अस्ति, अतः तत्र लङ्वत् इत्युक्ते णित्वत् इति अर्थमपि भवति. यतः यतोहि लङ् णितः उपलक्षणम् अस्ति, अतः णित्वत् इत्येव वक्तुं शक्यते. लङ्वत् अथवा णित्वत् न कोऽपि भेदः, यतोहि यत् किमपि कार्यं भवति निस्सु लकारेषु, तत् कार्यं लङि अपि भवति, यतः लङ् णित्वत् लङ् णित् अस्ति. अस्तु, ओके, लोटो किमर्थं लोटो लङ्वत् इति तद सूत्रं इति भवति नित् अन्ये अपि लकाराः सन्ति खलु, तेषां कृते विधिलिङ्ग् इत्यस्य कृते पाणिनिना किमपि रचितमस्ति चेत् तत्तु अस्य सूत्रस्य प्रसक्ति केवलं लोट्लकारस्य लङ्लकारस्य आम् लङ्लकारस्य कृते यानि सूत्राणि प्रसक्तानि तानि एव अत्र लोट्लकारस्य कृते अपि अस्तु अस्तु भगिनि सन्ति खलु अन्येषां अस्तु अस्तु अग्रे तर्हि लोट् लङ्वत् इति चेत् पाणिनिना किमर्थं लोट् टित् कृतं न तु साक्षात् णित्? कुतः लोट् स्थाने नामकरणं लोङ्ग् न स्यात्? उत्तरमस्ति यत् टिस्सु लकारेषु यानि कार्याणि भवन्ति तानि अपि अपेक्षितानि भवन्ति लोटि, यथा आत्मनेपदे टित् आत्मनेपदानां टेरे इति सूत्रेण टिस्सु लकारेषु विशिष्टं कार्यं वक्षमाणं तत् कार्यमपि अपेक्षितं लोटि. लोटि लोङ्ग् लोट् लोङ्ग् यदि स्यात् तर्हि एतादृशानि कार्याणि लोटि न स्युः. अस्तु, अत्र किमर्थं लोटो लङ्वत्, किमर्थं लोट् लकारस्य साक्षात् लोङ् इति न पाणिनिना पाणिनिना कृतम् इत्युक्ते, तत्र टित् लकारेषु यानि सूत्राणि सन्ति तत् णित् लकारेषु न भवति इति, यथा आत्मनेपदे टित् आत्मनेपदं टेरे इति सूत्रेण टिस् लकारस्य विशिष्टकार्यं वक्ष्यमाणम् अस्ति अपेक्षितमस्ति. अतः लोट् लोङ् यदि भवति तर्हि टित् आत्मनेपदं टेरे इत्यस्य प्रसक्तिः न भवति, अतः एव लोट् इति नामकरणं दत्तमस्ति, टकार योजितमस्ति अत्र. अग्रे पठामि वा? आम् महोदय. तर्हि टित् लकाराणां टित् इत्यनेन यानि सूत्राणि भवन्ति तानि प्रसक्तानि, अनन्तरं नित् इत्यनेन लङ् इत्यस्य यानि सूत्राणि सन्ति तानि अपि अपेक्षितानि इति कृत्वा लोटो टित् लोट् इति नामकरणं कृत्वा अनन्तरं लोटो लङ्वत् इति अपि पाणिनिना उक्तम्. कार्यद्वयमपि अपेक्षितम्. कानिचन च कार्याणि भवन्ति लङि यानि न अपेक्षितानि लोटि. अस्तु, कानिचन कार्याणि भवन्ति लङि लङि अस्तु यानि च अपेक्षित यानि न अपेक्षितानि लोटि. आहत्य सप्तसु स्थलेषु लङि तिङ् आदेशः सन्ति, लङि तिङ् आदेशः सन्ति. अस्तु, ये प्रथमं तु नित्यं नितः नितः लकारस्य सकारान्त उत्तमपुरुषस्य उत्तमपुरुषप्रत्ययस्य अन्त्यसकारः सकार लोपो भवति इति अस्ति नित्यं नित इति सूत्रेण. सामान्यकार्यं किम् अस्ति? न विभक्तौ तु स्माः इत्यनेन सकारस्य विभक्तिसंज्ञक प्रत्ययानां यथा तित्तस्य इति येषां कृते सकारस्य लोपः मा भवतु इति वदति, न विभक्तोत्तः स्मः, तद् प्रभाद्य नित्यं लितः आगत्य कार्यं करोति. नित् लकारस्य कृते यदि प्रत्ययः नित् अस्ति चेत् नित्यं लोपः भवतु इति. अस्तु, अग्रे एतत्तु नियमयति, नियमसूत्रमस्ति खलु. अस्तु, द्वितीयम् अस्ति तत्तत्तमिपां तान्तन्तामः तत्तत्तमिप् निःशुलकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशः वयं दृष्टवन्तः पूर्वं. तृतीयमस्ति यत् इतश्च णित्लकारस्य स्थाने परस्मैपद ह्रस्व इकारान्त तिङ् प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति. अस्तु, इतश्च इति सूत्रेण णित् लकारस्य स्थाने अस्तु इकारस्य लोपः भवति इतश्च इति सूत्रेण. सिजभ्यस्तविधिभ्यश्च लङ्घः षट शाकटायनस्यैव इति सूत्राभ्यां लङ्गि कुत्रचित् झी स्थाने जुस् आदेशः भवति. अस्तु, कानिचन च कार्याणि भवन्ति लङि यानि न अपेक्षितानि लोटि इति अस्ति. लोटो लङ्वत् यद्यपि अस्ति तत्र ये सर्वाणि लङ् लङि भवति तानि न अपेक्षितानि लोटि इति अस्ति, यद्यपि प्रसक्तिः अस्ति परन्तु तेषाम् उपयोगं न कुर्मः, प्राप्तिः न भवति. नित्यं निता इत्यस्य प्रसक्तिः अस्ति, प्राप्तिः अपि भवति न अत्र. नित्यं निता प्राप्तिः अपि नित्यमिता, सकारस्य सकारस्य लोपः भवति उत्तमपुरुषे. अस्तु, तस्तत्तमिपाम् अस्ति नित् लकारेषु तस्य अस्ति भवति इति अत्र प्रसक्तिः अस्ति, परन्तु एकस्थाने उत्तमपुरुषस्य प्रथम उत्तमपुरुषस्य प्रथम प्रथमवचने सोरि एकवचने तत्र बाधकसूत्रमस्ति, परन्तु तस्थाने तां ताने तां त्रिषु स्थलेषु तेषां प्रसक्ति प्राप्तिः अस्ति. सिद्भ्यस्तविद्भ्यश्च विधिभ्यश्च लङ् लङ्घः शाकटायनस्यैव इति सूत्राभ्यां लङ्घि कुत्रचित् झि स्थाने जुस् आदेश न जानामि इति एतत् किम् इति अधुना न पश्यामः. अस्तु अस्तु अस्तु अस्तु. येषु सप्तषु स्थलेषु प्रसक्तिः नास्ति लङ्लकारस्य कृते एव पश्यामः अधुना. सिद्धभ्यस्य विद्युभ्यश्च लङ्घः शकटाय लङ्घः शकटायनस्य तदपि वयम् अधुना न पश्यामः. किमर्थम् इति लङ्लकारस्य कृते अस्ति लङ् अनन्तरं विधिलिङ्गति तर्हि तत्र पश्यामः, अत्र न पश्यामः. तर्हि तर्हि केवलसूत्रद्वयम् अत्र आयान्ति. नित्यं नितः इत्यनेन सकारलोपः नित्यं भवति नियमसूत्रम्. अनन्तरं तस्तस्तमिपां तान्तं तमः इति त्रिषु स्थलेषु तस्य प्राप्तिः अस्ति. भगिनि तत्र जि इत्युक्ते तिप् तस् जि इति प्रथमपुरुषं बहुवचनमेव जि अन्ति इति तत्र तत् स्थाने जुस् जुस् इति किं रूपं भगिनि? अधुना प्रसक्तिः नास्ति भगिनि, अधुना प्रसक्तिः भगिनि नास्ति भगिनि. अस्तु अस्तु भगिनि. जुस् आदेश विधिलिङ्गकारं दृष्टवन्तः न पटेयुः इति तत्र भवति वा? न, जि जि विधिलिङ्ग् मध्ये न आगच्छति. जि इति लट्लकाररूपं तत्र विधिलिङ्ग् नास्ति तत्र. परस्मैपदी परस्मैपदी धातुना मूलटिङ् प्रत्ययः तीतः अन्ति खलु, एतदेव अन्तिरूपमेव तत्र मूलरूपं जि इति आगच्छति. आं भगिनि, अधुना वयं सिदभ्यस्य विदिभ्यश्च लङ्घः शकटनस्य इति सूत्रं सूत्रद्वयं वयं न पश्यामः. अनन्तरम् इतश्च अपि न पश्यामः. किमर्थम् इत्युक्ते प्राप्तिः नास्ति, तत् वयं लङ् यत्र पश्यामः तस्मिन् समये पश्यामः, नो चेत् भ्रमः जायते खलु. उदाहरणार्थं लङि पश्यामः, क्षम्यतां, वयं लङि इति पश्यामः चेत् अत्र किमस्ति लङ्लकारे दधातोः कृते अददुः इति रूपमस्ति खलु, अददात् अदत्ताम् तत्र. तत्र तत्र उदाहरणं किम् अस्ति चेत् अपचताम् अपच्छतम् अपचत अपचम् इति आगच्छति तत्र. न अवगच्छामि भगिनि. अस्तु भगिनि, अहं प्रेषयामि भगिनि भगिनि ईमेल् मध्ये. न न, ईमेल् अधुना पश्य वदतु भगिनि, सर्वेषामपि लाभाय भवति खलु. द्विपत्ररूपेण पश्यति चेत् अहं शिकाय वदतु भवत्याः आशयः पुनः वदतु. मम समीपे पुस्तकमस्ति. अधुना किम् इत्युक्ते इतश्च सिद्धभ्यस्य विजिभ्यस्य तृतीयबिन्दुः चतुर्थबिन्दुः अधुना न पश्यामः, केवलं नित्यं नितः तस्य समीपं तान्तं तामः इति सूत्रद्वयम् अस्माकम् आवश्यकता द्वयोः आवश्यकता अस्ति. तत्र प्रश्नः अस्ति किम्? अस्माकं पाठः अस्ति, तस्मात् पुरतः बहिर्गच्छति चेत् कष्टं भवति अस्माकम्. अधुना यत् पश्येत् आवश्यकं तद् दृष्ट्वा अनन्तरं यदा वयं पुनरालोकनं कुर्मः तस्मिन् समये वयम् अन्यचर्चा अपि कर्तुं शक्यते. तस्मात् बहिः अस्ति तस्मिन् विषयान्तरः भवति. अस्तु महोदय, तस्य भवान् पठितवान् खलु. अस्तु, विजयराव् भगिनी पठितुम् इच्छति किं भगिनि अग्रिमपङ्क्ति? भगिनि श्रूयते वा? आं महोदय, भवतः ध्वनि श्रूयते. विजयराव् भगिनी आहूतवती. विजयराव् भगिनी, विजय म्यूट् मध्ये, म्यूट् मध्ये अस्ति भगिनि विजयराव्. सिद्धा नास्ति इति मन्ये, सा न आगच्छति. प्रथमवारम् अहं दृष्टवान्. आमां विजय हेटिराजन् भगिनी पठितवती किं? भगिनी पठितवती भगिन्याः किं? हा पठतु. अस्तु भगिनि. येषु सप्तषु स्थलेषु लोटः प्रसङ्गः भवति, चतुर्षु स्थलेषु नित्यं यतः तत्र तृतीयपादे चतुर्थपादे नवनवतिः इति अनेन सूत्रेण सकारस्य लोपः वसिमसि च वसिमसि च तस् तस् च निपां तान् तन् तामः इति तृतीयाध्याये इत्यनेन स तसः तां तसः तं च स्थाने त च निपः अं बाधितं भवति मेद्मिः इति सूत्रेण इति अनेन इतः च इतश्च बाधितं भवति येरुः येरुः इति अनेन सृजभ्यस्त विधिभ्यश्च इति तृतीयाध्याये चतुर्थपादे नव एको नव नव अधिक एकशतम् इति सूत्रेण अनन्तरं लङ् शाकटायन शाकटायनस्यैव इति एतत् अध्याये एव इत्यनयोः जुस् आदेशः कथं न भवति लोटि इति अस्मिन् विषये महती चर्चा. केचन वदन्ति यत् विदो लटो वा इति एतत् अध्याये तृतीय अध्याये एव इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्. अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति प्रत्ययः न नित्यः, वति पद घटितम् अनित्यम् इति प्रसिद्धवाक्यम्. अत्र न नित्यः इत्यस्य सारांशः एवं यत् लोटि लङ् स्वभावः अध्यारोप्यते किन्तु लक्ष्यम् अधिकृत्य यत्र फलं न अपेक्षते तत्र प्रसक्तिः न भवति. अतः सिजभ्यस्त विधिभ्यश्च इति तृतीयाध्याये चतुर्थपादे एव लङ् शाकटायनस्यैव इति एतत् अध्याये एव इति सूत्राभ्यां कार्यं भवति लङि किन्तु लोटि न अपेक्षत. अतः लङ्वति इति तत्र न गच्छति. भगिनी एतत् सर्वं सूत्रविषये गच्छामः चेत् एव वयं सर्वं जानीमः इति अहं मन्ये. इत्यस्य इति सूत्रं किं वदति? यत्र नित्लकारस्य इकारस्य लोपः भवतु इति. उदाहरणार्थं पट् धातोः पठति इति अस्ति, किन्तु लङ्लकारे अपठत् इति इकारस्य अन्तिम इकारस्य लोपः भवति, तदेव अस्ति इतस्य इति सूत्रं वदति. इतस्य इति सूत्रं किन्तु तद् प्रभाव्य लोट्लकारस्य कृते विशिष्टसूत्रं वर्तते. लोट्लकारस्य कृते एरुः इति सूत्रं किं वदति? यदि लोट्लकारः अस्ति चेत् इकारस्य स्थाने उकारः भवतु इति. तर्हि पठतु इति रूपं, पठत् इति इकारस्य लोपः न करोतु किन्तु पठतु इति उकारं योजयतु इति एरुः इति सूत्रं वर्तते. इतस्य प्रभाव्य एरुः इति सूत्रं कार्यं करोति. सामान्यतया किम् इत्युक्ते लोटो लङ्वत् इत्यनेन किम् अस्ति, लङ् इत्यस्य कृते यानि सूत्राणि सन्ति तानि अत्रापि लोट्लकारस्य कृते अपि आयान्ति, किन्तु इतस्य इति सूत्रं न कार्यं करोति. किमर्थम्? एरुः इति बाधकसूत्रं वर्तते, तर्हि इतस्य बाधयित्वा एरुः कार्यं करोति लोट्लकारस्य कृते. अनन्तरं किं? सिजभ्यश्च विदिभ्यश्च लङः शाकटानायश्च इति सूत्रद्वयं किं वदति इत्युक्ते जि इत्यस्य स्थाने जुस् आदेशः भवतु इति. किन्तु तद् वयं न प्रवर्तयामः, किमर्थम् इति प्रश्नः. तस्य उत्तरम् अस्ति, उत्तरं किम् इत्युक्ते साक्षात् किं वदामः इत्युक्ते यदि वयं प्रवर्तयामः तर्हि अस्माकं युष्टरूपं न प्राप्नुमः. यदि वयं तु जानीमः खलु ददतु इति रूपं लोट्लकारे, पठन्तु इति यदि अदन्तम् अङ्गं चेत् पठन्तु, अनदन्तम् अङ्गं चेत् ददतु, यदि यत्र जुहोत्यादिगणे अस्ति चेत् ददतु इति रूपं, तर्हि तत्र उहु इति यत्र जुस् आदेशः न प्रवर्तयामः. किमर्थम् इत्युक्ते वयं यदि प्रवर्तयामः चेत् लोट्लकारस्य कृते यद्यपि प्रसक्तिः अस्ति, बाधकसूत्रं नास्ति. लोट्लकारस्य कृते विशिष्टसूत्रं नास्ति तत्र बहुवचने, प्रथमपुरुषे बहुवचने बाधकसूत्रं नास्ति. किन्तु यद्यपि अस्माकं सूत्रं वर्तते जुः उहु इति आदेशः भवतु इति, जुस् आदेशः, तथापि वयं न प्रवर्तयामः. किमर्थम् इत्युक्ते अस्माकं वयम् इष्टरूपं न प्राप्नुमः यदि प्रवर्तयामः चेत्. तस्य कृते व्याकरणरीत्या किमपि उक्तमस्ति किम् इति प्रश्ने सति अत्र महोदयेन किम् उक्तम् इत्युक्ते विदो लो लटो वा इत्यस्मात् वा इति अनुवृत्तिः अस्ति. यत्र लोटो लङ्वत् इति सूत्रमस्ति तत्र तु क्षम्यतां तत्र नास्ति, एकनिमिषं, सिजभ्यश्च विदिभ्यश्च लङ्गः शाकटानस्य इति अस्ति खलु, तत्र तु क्षम्यतां लोटो लङ्वत् इति अस्ति खलु, लङ्वत् वा इति तस्मात् अनुवृत्तिः आयाति इति. एकनिमिषं, लोटो लङ्वत् इति 384 अस्ति, 85 अस्ति, 83 अस्ति, पूर्वतनसूत्रं विदो लिटो लटो वा इति. तस्मात् लोटो लङ्वत् वा इति अनुवृत्तिः आयाति. वा इत्यनेन तत्र किं भवति इत्युक्ते नित्यं न नित्यः इति प्रदर्शयति इति केचन वैयाकरणाः वदन्ति. केचनाः तथा वा इति अनुवृत्तिः स्वीकृत्य वदन्ति, लोटो लङ्वत् वा इति अनुवृत्तिः स्वीकृत्य तत्तु नित्यकार्यं नास्ति. लोटो लङ्वत् इति नित्यकार्यम् अस्ति, कुत्रचित् एव तस्य कार्यं भवति. यत्र सिजभ्यश्च विजभ्यश्च लङ्घः शकटानस्य द्वयोः सूत्रयोः तु प्रसक्तिः तत्र नास्ति, बहुवचने नास्ति इति, लोट्लकारे नास्ति, न स्वीकुर्मः इति तत्र सारांशः. अन्ये किं वदन्ति इत्युक्ते वाक्यं वदति, प्रसिद्धवाक्यम् अस्ति, वार्तिकं प्रसिद्धवाक्यमेकमस्ति इति, वति पदघटितम् अनित्यम् इति, लद्वत् इति अस्ति खलु, तर्हि यत्र वत् इति उक्तमस्ति लोटो लङ्वत्, वत् इत्युक्ते सदृशं प्रदर्शयति खलु, यत्र सदृशं प्रदर्शयामः वत् इति उपयोगेन, तत्र वत् इति प्रयोजनेन उपयोगं यत्र कुर्मः तत्तु अनित्यम् इति प्रसिद्धवाक्यमस्ति. अनेन न नित्यम् इति केचनाः मन्यन्ते इति कृत्वा तद् मत्वा न प्रवर्तयामः वयं. सिदभ्यस्य विदिभ्यस्य लङ्घः शाकटानासम् इति सूत्रद्वयं वयं यद्यपि प्रसक्तिः अस्ति तथापि लोटो लङ्वत् इत्यस्य प्रसक्तिः अस्ति इति भवितुमर्हति खलु, भवितुमर्हति, किन्तु प्राप्तिः तु न भवति एव. किमर्थम् इत्युक्ते इष्टरूपं न प्राप्नुमः इति. प्रश्नः अस्ति किम् अत्र? आं भगिनि, तत्र लङ् शाकटायनस्यैव इति सूत्रेण, शाकटायन इति आचार्यः, एतः सः आचार्यः, तत्र किमस्ति चेत् अयुः इति पदेन अवुः इति अन्यपदं तत्र आदेशः भवति, नूतनतया यकारस्य स्थाने वकारः आगच्छति, अयुः इति आगच्छति चेत् तत्र अवुः इति शाकटायनस्य तत्र तस्य आचार्यस्य मतः तत्र यकारस्य स्थाने सत्यं भगिनि. किमित्युक्ते पाणिनिना यत् सूत्रं रचितं घटितं तत्तु प्रसिद्ध यत् लौकिकभाषा तस्मिन् समये यत् आसीत् तदनुसृत्य आसीत्. किन्तु केचन यद्यपि वयं वदामः ग्रामाटिकल् इति वदामः किन्तु स्थलभेदम् अनुसृत्य आचार्यभेदम् अनुसृत्य केचनाः भिन्नरूपेण पाठयन्ति स्म तस्मिन् काले. तर्हि शकटायन इति प्रसिद्धवैयाकरणः भिन्न तस्य स्वस्य छात्राणां कृते भिन्नरूपेण तेषां भाषा किञ्चित् भिन्ना आसीत् व्याकरणम् इति मन्ये. तर्हि तस्य मतेन तेषां छात्राणां तस्य आचार्यस्य मतेन वा लङ्घः शाकटायनस्य इति मतेन इति कुत्रचित् जुस् आदेशः भवति. किन्तु अधुना अस्माकं चर्चा किं लङ्घः शाकटायनस्य इति सूत्रस्य पूर्णतया अवगमनं न आवश्यकं. किन्तु किम् इत्युक्ते कुत्रचित् लङ्लकारे शकटायनसम्बन्धेन उहु इति क्षम्यतां जुस् आदेशः भवतु इति सूत्रं वदति. किन्तु वयं तत्तु लोटि न प्रवर्तयामः. लोटि वयं जुस् आदेशः कुत्रचित् अपि न प्रवर्तयामः. लोटि केवलम् अन्तु नो चेत् अतु इति आयाति. अदन्तम् अङ्गं चेत् अन्तु इति आदेशः, अनदन्तम् अङ्गं चेत् अतु इति योजयामः. उदाहरणार्थम् अदन्तम् अङ्गं पट प्लस् अन्तु पठन्तु इति रूपं. यदि अनदन्तम् अङ्गं यत्र पठामः तस्मिन् समये वयं तु अतु इति पठामः, ददतु इति. कुत्रचित् यत्र जुस् किमस्ति जुहोत्यादिगणे तादृशं तत्र अतु इति आदेशः भवति. तत्र प्रश्नः अस्ति किम् एतावत्पर्यन्तं यत् दृष्टवन्तः इति? अस्तु तर्हि धन्यवादः. शिवलि भगिनी पठति. आं भगिनि, मेर्निः तृतीय अध्याये चतुर्थभागे नवाशीतिसूत्रः. लोट् लकारे नि इत्यस्य स्थाने नि आदेशः भवति. नेः षष्ठ्यन्तं, नीः प्रथमान्तं, द्विपदमिदं सूत्रं लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इति अस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लोटः लस्य मेः निः नि स्थाने नि आदेशः भवति. किन्तु इतश्च इति सूत्रेण इकारस्य लोपः अस्ति. लङ्गि सारि तस्य तत्तु लोटः कृते इतस्य इत्यस्य प्रसक्तिः न भवति, एरु इति सूत्रं सामान्यतया. किन्तु यत्र मेर्नि सूत्रं किं वदति, किमर्थम् अत्र किमर्थं मी इत्यस्य स्थाने लु इति? उत्तमपुरुषः, उत्तमपुरुषः. अत्र किमर्थं मी इत्यस्य स्थाने लु इति न स्यात्? अत्र मेर्नि इति इकारस्य स्थाने पठन्ति इति अस्ति, पठानि इति अस्ति. किमर्थं पठानु इति नास्ति? एरुः किमर्थं कार्यं न करोति? लङ्लकारे अम् इति आदेशः तस्य समीपं तान्तं तामः इति सूत्रेण स्यात्. किन्तु तद् प्रबाद्य लोट् लकारस्य कृते मेर्नि इति सूत्रं वदति. पटानि इति आगच्छति. अस्तु, अधुना मम प्रश्नः अस्ति, किमर्थम् एरुः अत्र न कार्यं करोति इति? पटानु इति किमर्थं रूपं न स्यात् इति अवगच्छति किं? प्रश्नम् अवगतं किम्? प्रश्नः अवगतः खलु? साधारणं ई स्थाने उकारस्य मेरुः सूत्रं, परन्तु इकारस्य स्थाने सूत्रं स्पष्टीकृतं. मेर्निः इति सूत्रं स्पष्टीकृतं. तत्र पठामि मकारस्य स्थाने तत्र पटानि नि आगच्छति. पटानि पचानि, अतः मेरुः इति तत्र कार्यं न करोति. कार्यं न करोति, सत्यं भगिनि. तदेव अस्ति. किमर्थम् इत्युक्ते यदि तथा स्यात् तर्हि पाणिनिः किमर्थं मेर्नि इति वदनस्य आवश्यकता? लोट्लकारस्य कृते मेर्नि, केवलं पाणिनिः मेर्नुः इति वदेत् खलु? मेर्नु इति तत् न उक्तवान्, साक्षात् नि इति उक्तवान्. अहं तु न लोट्लकारस्य कृते भवति एव, विशिष्टकार्यमस्ति खलु. अत्र लोट्लकारस्य कृते विशिष्टकार्यं, यदि न प्रवर्तयामः चेत् सूत्रं निरवकाशं भवति इति कृत्वा निश्चयेन भवति नि आदेशः भवति. किन्तु ऊ अत्र एरुः इत्यस्य कार्यम् अत्र नास्ति. किमर्थम् इत्युक्ते प्रथममेव मेर्नि इति का वदनस्य का आवश्यकता प्राणिनिना? एतत्तु स्पष्टीकृतवान् अत्र नि एव आदेशः भवतु इति कृत्वा सूत्रस्य किम् अस्ति उक्त यत् पाणिनिना तद् किं वदामः वयं तत्र उक्तमस्ति खलु नि इति साक्षात् इति कृत्वा तदेव स्वीकुर्मः. एरुः अत्र न प्रवर्तयामः. एरुः इत्यपि सामान्यसूत्रमस्ति. एतत्तु विशिष्टं नि इत्यस्य कृते अस्ति इति कृत्वा बलम् अस्ति इति अस्य सूत्रस्य बलमस्ति. तर्हि नि इति एव प्रवर्तयामः. अस्तु अग्रे पुष्प विजयरा भगिनी पठितुमिच्छति किं भगिनि? अस्तु भगिनी तर्हि अग्रिमसूत्रमपि पठतु अनन्तरम्. उत्तमपुरुषे आड् आगमः प्रत्ययानाम् आदौ आ इति युज्यते. पित्वम् आरोपितम् आङ् उत्तमस्य पिच्च लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुषः उत्तमपुरुषप्रत्ययः भवति तस्य आट् आगमः भवति अपि च तस्य पित्वं भवति. आद्यन्तौ टकितौ इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयाति. आड् प्रथमान्तम् उत्तमस्य षष्ट्यन्तं पित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम्. लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इति अस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य उत्तमस्य आट् इच्च. लोट् आगमः इति भवति तस्य स्थाने लोट् आगमः लकारस्य स्थाने इति कृत्वा प्रत्ययस्य स्थाने प्रत्ययस्य आगमः अस्ति इति कृत्वा प्रत्ययात् पूर्वम् आयाति. आद्यन्तौ टकितौ टित् अस्ति इति कृत्वा कस्य स्थाने स्थाने एतस्य तस्मात् पूर्वम् आयाति. तत् एतत्तु विधिसूत्रमस्ति. किमस्ति आगमः अस्ति अनन्तरं किमस्ति अतिदेशसूत्रमपि अस्ति. किमर्थम् इत्युक्ते पित् इति अपि गुणम् आरोपयामः आडागमस्य इति कृत्वा तस्य तु अनन्तरं यदा वयं रूपं साधयामः तस्मिन् समये पश्यामः किमर्थम् अत्र पित् इति आवश्यकता किमर्थम् इति अग्रे पश्यामः. गुणकार्यं भवति चेत् गुणकार्यं भवति तत् तस्य कृते एव. अस्तु भगिनि धन्यवादः भगिनि. तत् एतदपि सामान्यकार्यमस्ति खलु. प्रश्नः नास्ति. केवलम् आडागमः आगमः लोट्लकारस्य कृते आडागमः भवति. सर्वेषु उत्तमपुरुषस्थाने एतस्य स्थानमस्ति तत्र तु भवति एव. अस्तु रघुपतिमहोदय पठति किम् अग्रे? अस्तु पञ्चमबिन्दुः अस्ति. वस्मस् निस्सुलकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः. नित्यं नितः इति सूत्रमस्ति 3.4.11 अस्ति. नितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारलोपो भवति. येन विधिः सदन्तस्य इत्यनेन तादृशः उत्तमपुरुषप्रत्ययः यस्य अन्ते सकारः स्यात् अलोन्तस्य इत्यनेन अन्त्यस्य सकारस्य एव लोपो भवति, न तु पूर्णतया प्रत्ययस्य. नित्यं द्वितीयान्तं क्रियाविशेषणं नितः षष्ठन्तं द्विपदमिदं सूत्रं. स उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्तिः. इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. नितः लस्य सः उत्तमस्य नित्यं लोपः इति अस्ति. नित्यं नित इत्युक्ते नित्लकारस्य उत्तमपुरुषस्य सकारस्य अन्तिम सकारस्य लोपः भवति इति दत्तमस्ति. सः नित्यं सः इति येन विधिसदन्तस्य इति सूत्रेण उत्तमपुरुषस्य अन्ते यः सकारः अस्ति अलन्तस्य इति सूत्रेण सकारस्य लोपः भवति इति लोपः भवति, न तु पूर्णतया प्रत्ययस्य लोपः इति दत्तमस्ति. आं महोदय, विधिसूत्रद्वयस्यपि आवश्यकता वर्तते. सः उत्तम लस्य सः उत्तमस्य इति उक्तमस्ति, तर्हि कीदृश उत्तमस्य इत्युक्ते यस्य प्रत्ययस्य अन्ते सकारः वर्तते तस्य प्रत्ययस्य इति येन विधिस्तदन्तस्य इति सूत्रं वदति. अनन्तरं किं पूर्णतया लोपः किम् इति प्रश्ने सति सः इत्यनेन पूर्णतया प्रत्ययस्य एव आदे लोपः भवति किम् इति प्रश्ने सति न तस्य अन्तिम अलोन्तस्य इति न अन्तिम अल्वर्णस्य एव लोपः इति लोपः. अत्र तु नित्यं लोपः इत्यनेन लोपः भवति, सकारस्य लोपः भवति. आं महोदय, नियं सूत्रम् इति दृष्टवन्तः, प्रश्नः नास्ति खलु? अग्रिम अग्रिमसूत्रमपि वदति. नित्यं किमर्थं दत्तमस्ति नित्यं लोपः इति? निषेधकसूत्रमस्ति अस्माकं न लुमताङ्गस्य इति सूत्रं अस्ति, अनेन हलन्त्यम् इति सामान्यसूत्रम्, अनन्तरं निषेधकसूत्रम् अस्ति न लुमताङ्गस्य इति. तस्यापि अधुना वयं नित्यत्वम् इति कृत्वा कारयामः खलु कुत्रचित् इति कृत्वा नित्यम् इति आयाति, नियमयति खलु अत्र निश्चयेन भवतु इति. षष्ठमबिन्दुः अस्ति, मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि आदेशः अपित्वम् आरोपितं सेर्ह्यपि च तृतीय अध्यायस्य चतुर्थपादस्य सप्ताशीति सूत्रमस्ति. लोट् लकारस्य सि इत्यस्य स्थाने हि आदेशः भवति स च हि अपित् भवति सेः षष्ठ्यन्तं हीः प्रथमान्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेकपदविधं सूत्रं लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसहितसूत्रमस्ति लोटः लस्य सेः हि अपित् च अस्ति. अस्तु, अत्र मध्यपुरुषस्य सि अस्ति मूलप्रत्यय, तस्य स्थाने हि आदेशः अपि च अपित् गुणम् आरोपितम् अस्ति. एतेन इति आगच्छति, तद्वत् गुणकार्यं न भवति, उकारान्तम् अस्ति इत्यपि चेदपि गुणकार्यं न भवति, तर्हि तदर्थमेव. अग्रिम शीघ्रं समयः अतीतः, शीघ्रं वयं किञ्चित् सूत्राणि सर्वाणि पठामः चेत् सम्यक् भवति. अग्रे विजया भगिनी सूत्रद्वयं पठति किं भगिनि, शीघ्रं पठति किम्? अत्र अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः, अतो हि अतो हेः इति सूत्रेण रस्व आकारस्य अङ्गात् परसि हि इत्यस्य लुक् लोपः भवति, अतः पञ्चम्यन्तं तत्र अतः इति पञ्चम्यन्तं हेः षष्ट्यन्तं द्विपदमिदं सूत्रं क्षिणो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्ध्यन्ति अनुवृत्तिसहितसूत्रम् अतः अङ्गात् एव लुक् तत्र अङ्गं हि इति मध्यमपुरुषे एकवचने आगच्छति तत्र लोपः इति भवति. सेर्हि पिच्छति सामान्यकार्यमस्ति लोट्लकारस्य कृते सि इत्यस्य स्थाने हि आदेशः इति, किन्तु अपित्वमपि आरोपितमस्ति तत्र, किन्तु यदि अदन्तम् अङ्गमस्ति चेत् उदाहरणार्थं पठ पश्य इति अस्ति चेत् तादृशं लिख इति अस्ति चेत् तत्र तु हि इत्यस्य लोपः भवति अतो हि इति सूत्रेण अदन्तम् अङ्गम्. किन्तु देहि दादातोः कृते देहि, महोदय उक्तं भूदातोः कृते भूगि इति आयाति भृगि इति. अग्रिमसूत्रं लोटि नवसु सिद्ध किं प्रत्ययेषु हि प्रत्यये एकः एव यस्य रूपं परिवर्तते अङ्गम् अदन्तम् अनदन्तं चेति अवलम्ब्य तदेव उक्तमासीत् खलु. अदन्तम् अस्ति चेत् हि अनदन्तम् अङ्गं चेत् हि आयाति, अदन्तम् अस्ति चेत् हि लोपः भवति हतोकेः इति सूत्रेण. एतत् सर्वं वयं अग्रे दृष्टवन्तः. अष्टबिन्दुः सिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः, तात् इत्युक्ते पठतात् एतदेव खलु भगिनि, पठतु पठतात् एतत्. अनन्तरं तुह्यो तात् तात् ङाशिष्यञ्जत्तरस्यां तुहिः तु इः इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वाद आशीर्वादार्थे. यमो रस्वादचि यमुन् नित्यम् इति अष्टाध्यायसूत्रेण इत्यनेन प्रकृतसूत्रे तादङ्ग् इति पदात् नुट् आगमः. तुः च हिः च तयोरित इतरेतरद्वन्द्वः तुहि तयोः तुक्ष्योः, तुक्ष्योः सप्त्यन्तं तातङ्ग् प्रथमान्तम् आशिषि सप्त्यन्तं सप्तमन्त्यम् अन्यतरस्याम् एतदपि सप्तमन्त्यम् अनेकपदमितसूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य तुक्ष्योः तादङ्ग् आशिषिः अन्यतरस्याम् एतत् सर्वम् आशीर्लिङ्गमध्ये प्रयोगं कुर्मः. तत्र तूहि इति स्थाने तात् इति आदेशः भवति. किमित्युक्ते आशीर्लिङ्गे अपि भवति अनन्तरं आशीरार्थे आशीरार्थे यथा लोट् लकार इति न भगिनि किम् इत्युक्ते लोट् आशिषि इति आशीर्वादार्थे इति अस्ति, किन्तु अन्यसूत्रम् अस्ति आशिषि लिङ्ग् लोटो इति अन्यत् सूत्रमस्ति. अनेन लोट् लकारः कुत्रचित् कदाचित् आशीर्वचनार्थे अपि प्रयुज्यते इति कृत्वा लोट् लोट् लकारस्य अपि कार्यं भवति, अस्य कार्यं भवति. केवलं न आशीरार्थे लोट् लोट् लकार आशीरार्थे अपि सर्वत्र न भवति, केवलं द्वे स्थले एव भवति वा? अहं मन्ये लोट् लकारः आशीर्वादस्य कुत्रचित् प्रयुज्यते इति. सर्वेपि प्रत्याः यत्र तु वा तां वा तदपि प्रयुज्यते इति मन्ये. अस्तु, तत्र उदाहरणमपि अस्ति भगिनि. जीवतु भवान् इति वदनेन तत्र परिवर्तरूपेण जीव त्वम् इति आगच्छति. जीवतात् भवान् इति जीवतात् भवान् अन्यरूपम् अस्ति, तत्र जीवतात् त्वम् इति आगच्छति. आं भगिनि, लोट् लकारस्य अपि प्रयोगः भवति इति कृत्वा अत्र हि हि अनन्तरं तु अनन्तरं हि तु यत्र अस्ति प्रथमपुरुषे एकवचने तु अस्ति, अनन्तरं मध्यमपुरुषे एकवचने लोट् लकारे हि इति अस्ति, तर्हि द्वयोः अपि स्थाने तात् इति विकल्पेन आदेशः. अत्र तु तातङ्ग् इति ङकारः अस्ति, तर्हि अपित्वम् अत्र नास्ति, साक्षात् नित् अस्ति इति कृत्वा यत्र तातङ्ग् आदेशः वर्तते तत्र तु गुणकार्यं निषिद्धं भवति, नित् अस्ति इति कृत्वा नितिचैत्यनेन गुणकार्यं निषिद्धम्. एतत् अपित्वम् अस्ति चेत् सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति, अनन्तरं नितिचैत्यसूत्रं कारयामः. एतत्तु साक्षात् नित् अस्ति इति कृत्वा गुणकार्यं निषिद्धं नितिचैत्यसूत्रेण तातङ्ग् यत्र आयाति. तर्हि सारांशरूपेण पश्यामः. पुनः लोट् लकारः तु लोटो लङ्वत् इत्यनेन लङ् लकारस्य यानि सूत्राणि सन्ति तेषां प्रसक्तिः लोट् लकारस्य कृते अपि आयाति, किन्तु सूत्रद्वयस्य एव साक्षात् प्राप्तिः भवति. एकमासीत् नित्यं नितः इत्यनेन सकारस्य लोपः न भवति. यत्र साक्षात् पश्यामः चेत् उत्तमपुरुषस्य लोपः नित्यं भवति इति कृत्वा बस् मस् इत्यनयोः लोट् सकारस्य लोपः भवति, पटाव पटाम इति रूपाणि. अनन्तरं द्वितीयकार्यं किम् आसीत्? तस्य समीपं तातं तामः इति सूत्रेण त्रिषु स्थलेषु प्रत्यादेशाः भवन्ति. उत्तम प्रथमपुरुषस्य द्विवचने तस् इत्यस्य स्थाने ताम् इति आदेशः, अनन्तरं मध्यमपुरुषस्य द्विवचने बहुवचने च ठस् इत्यस्य स्थाने तम् अनन्तरं थ इत्यस्य स्थाने त इति आदेशः भवति. वयं तु रूपाणि जानीमः इति कृतात् अत्र प्रश्नः नास्ति. एतत् सूत्रद्वयं लोटो लङ्ग्वस् इत्यनेन सूत्रस्य प्रसक्तिः प्राप्तिः च भवति. अनन्तरं किं दृष्टवन्तः, सामान्यकरं लोट्लकारः इति वदामः चेत् इकारस्य स्थाने उकारः इति एरुः इति सूत्रम्. यत्र यत्र इकारः वर्तते तत्र तत्र उकारः भवतु इति सूत्रं वदति. अनन्तरं जोन्तः बहुवचने तु जोन्तः इत्यस्य प्रसक्तिः अस्ति इति कृत्वा अन्तु इति रूपम्. तदनन्तरं किम् अस्ति, मध्यमपुरुषस्य एकवचने सेर्हि पिच्छ इति सूत्रं, साक्षात् लोट्लकारस्य कृते विशिष्टं सूत्रमस्ति कृत्य इति कृत्वा सि इत्यस्य स्थाने हि इति आदेशः भवति. किन्तु अदन्तम् अङ्गम् अधुना प्रवर्तमानः अस्ति अस्माकम् इति कृत्वा अतो हे हे इति अङ्गसूत्रमस्ति. तर्हि अद् अङ्गं दृष्ट्वा यदि अदन्तम् अस्ति चेत् हि इत्यस्य लुक् भवति, अनदन्तम् अस्ति चेत् हि तिष्ठति. हि इति प्रत्ययः अपित् अस्ति, साक्षात् आरोपितमस्ति सेसि अपित् च इति सूत्रेण. अनन्तरं किम् अस्ति, वयं तु मध्यमपुरुषस्य द्विवचने बहुवचने तु वयं दृष्टवन्तः तस्य समीपं तान्तन्तामः इति लङ्लकारस्य यत् सूत्रमस्ति तदेव कार्यं करोति. अधुना उत्तमपुरुषस्य किम् अस्ति, सामान्यकार्यमस्ति आडुतमस्य पिच इत्यनेन सर्वत्र आडागमः भवति, अनन्तरं पित्वमपि आरोपितं भवति सर्वत्र. अनन्तरम् अस्ति एकवचने मेर्नि इति सूत्रम् आगत्य कार्यं करोति. मेर्नि इति सूत्रं किमस्ति, नि इत्यस्य स्थाने नि इति आदेशः भवतु इति. एतानि कार्याणि, सूत्रद्वयम् अस्ति, लङ्लकारस्य कृते अपि प्रसक्तिः अस्ति, नित्यं नितः तस्य समीपं तान्तन्तामः. अनन्तरं तु उकारस्य स्थाने इकारस्य स्थाने उकारः एरुः, सेर्हि पिच्छ, अनन्तरम् अङ्गकार्यमस्ति अदन्तम् अङ्गमस्ति चेत् अतो किम् अस्ति अतो हे हे इति सूत्रं हे हे लुक् भवति, अनन्तरं मेर्नि इति उत्तमपुरुषस्य एकवचने नि आदेशः. अत्र लोट्लकार्यस्य कृते प्रश्नः वर्तते किम्, यत्र रूपसाधनम् अधुना करोतु इति वदामि चेत् साधयितुं शक्यते किम् भवद्भिः? आम् भगिनि, क्लेशः नास्ति खलु? तर्हि आम् महोदय, वयं तु जानीमः एतत् तु, अनन्तरं तातङ् इति अपि अस्ति. यत्र तु इति अस्ति, हि इति अस्ति, तत्र तु तातङ् इति आदेशः, तत्तु साक्षात् निस्तस्ति इति कृत्वा तत्रापि गुणकार्यं नास्ति. तर्हि तातङ् आदेशः भवति मध्यमपुरुष प्रथमपुरुषस्य एकवचने, मध्यमपुरुषस्य एकवचने अपि. तर्हि अधुना एतद् दृष्ट्वा वयम् अत्र तु कार्याणि दृष्टवन्तः. लङ्लकारस्य कृते भिन्नकार्यमेव नास्ति, एतदेव कार्यमस्ति. वयं तु तत् पूर्णतया दृष्टवन्तः. वयं किम् इत्युक्ते इतस्य इति सूत्रेण वयं यत्र तु वयं एरुः इकारस्य स्थाने उकारः इति दृष्टवन्तः. लङ्लकारस्य किं भवति, इतस्य इति सूत्रेण इकारः यत्र यत्र दृश्यते तत्सर्वम् इकारः लोपः भवति. अनन्तरं तस्य समीपं तान्तं तामः इत्यस्य प्रसक्तिः अस्ति, सूत्रद्वयमेव तत्र. इतश्च तस्य समीपं तान्तं तामः, अपरम् अनन्तरं नित्यमितः तस्यापि प्रसक्तिः. सूत्रत्रयं तद् तु वयम् अधुना एव दृष्टवन्तः तानि सूत्राणि अपि. तर्हि लङ्लकारः तु सामान्यम् अस्ति. लङ्लकारं पठित्वा एकवारम् अग्रिमसप्ताहे यदा भगिनी कारयिष्यति, लङ्लकारं पठित्वा पुनः एकवारं लोट्लकारं पश्यन्तु, तर्हि इतोपि किञ्चित् स्पष्टता भवति. लङ्लकारं सामान्यकार्यमस्ति कार्यमस्ति, अनन्तरं लोटो लङ्वत् इत्यनेन लोट्टः कृते विशिष्टकार्याणि उक्तानि. लोट् अपि लङ्वत् अस्ति, अनन्तरं विशिष्टकार्याणि अपि सन्ति. अहं चिन्तितवान् किमर्थं लोटो लङ्वत् अस्ति, अतः लङ्लकारस्य वयं किमर्थं प्रथमं महोदयेन न दत्तमस्ति. महोदयेन यदा पाठितम् आसीत् तस्मिन् समये मया चिन्तितम्, अग्रे मया पठ मम भ्रमः जातं जातः. अनन्तरं अहं लोट्लकारे यदा महोदय पाठितं तस्मिन् समये स्पष्टः जातः इति कृत्वा यदि अहं करोमि चेत् प्रथमं लङ्गेव करोमि इति मनसि आसीत्, किन्तु अद्य किम् अभवत् इति न जाने. यदा विषयः आरब्धः तस्मिन् समये तु लोट् इति एव अग्रे प्रवर्तमान प्रवर्तितं मया, क्षम्यताम्. तर्हि प्रश्नः अस्ति किं, समयः अतीतः? नास्ति खलु, एकवारं पठित्वा आगच्छन्तु. सरलकार्यम् अस्ति, वयं तु जानीमः ईकारस्य स्थाने उकारः, सकारस्य लोपः न भवति इति सामान्यलौकिकरूपेण वयं जानीमः. तस्य कृते सूत्रं किम् इति वयम् अधुना दृष्टवन्तः. तावदेव, तदेव विषयः सूत्ररूपेण दत्तमस्ति पाणिनिना. आम् अस्तु, धन्यवादः. अग्रिमसप्ताहात् रामप्रिया भगिनी करिष्यति मार्गम्. धन्यवादः. धन्यवादः, सम्यक् आसीत् भवत्याः वर्गः. प्रयतामहे भगिनी भवत्या. धन्यवादः. धन्यवादः.